दशकोटिषदृशां ज्ञेयोरहारोज्ज्वलां बिम्बोष्टिं स्मितकन्दपङ्क्तिरुचिरां पीताम्बरालङ्कृतां विष्णुं ब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिव मीनाक्षीं प्रणतोऽस्मि सन्ततमगं कारुण्यवारान्निधिम्। मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां सिञ्चन्नूपुरकिङ्गिणीमणिधरां पद्मप्रभावासुरा सर्वाभीष्टफलप्रदां गिरिसुधां वाणी रमा सेविता मीनाक्षीं प्रणतोऽस्मि सन्ततमगं कारुण्यवारान्निधिम्। श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रोज्ज्वलां श्रीचक्राङ्कितबिन्दुमध्यवसतीं श्रीमत्सभानायकीं श्रीमच्छण्मुगविग्रहराजजननीं श्रीमज्जगन्मोहिनी मीनाक्षीं प्रणतोऽस्मि सन्ततमगं कारुण्यवारान्निधिम्। श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलां श्यामाभां कमलासनार्चितपदां नारायणस्यानुजां वीणा वेणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिका मीनाक्षीं प्रणतोऽस्मि सन्ततमगं कारुण्यवारान्निधिम्। नानायोगिमुनीन्द्रहृन्निवसतीं नानार्थसिद्धिप्रदां नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिता नाद ब्रह्ममयीं परात्परदरां नानार्थतत्त्वामिका मीनाक्षीं प्रणतोऽस्मि सन्ततमगं कारुण्यवारान्निधिम्। मीनाक्षीं प्रणतोऽस्मि सन्ततमगं कारुण्यवारान्निधिम्।